ज्योति सदृशं केयूरहारोज्ज्वलं बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरं पीताम्बरालङ्कृतं विष्णु ब्रह्म सुरेन्द्र सेवित पदं तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम् सत्किरीटरुचिरं पूर्णेन्दुवक्त्रप्रभा शिञ्जन्नूपुरकिङ्किणीमणिधरं पद्मप्रभाभासुरां सर्वाभीष्टफलं प्रदां गिरिसुतं वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम् शिववामभागनिलयं ह्रीङ्कारमन्त्रोज्ज्वला श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकीं श्रीमच्छण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम् सुन्दरनायकीं भयहरं ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदं नारायणस्यानुजां वीणा वेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम् निवसतिं नानार्थसिद्धिप्रदां नानापुष्पविराजिताङ्घ्रियुगणं नारायणेनार्चितां नादब्रह्ममयीं